पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 114 कुञ्जल उवाच अथ ते दानवाः सर्वे कुण्डस्य परिचारकाः नहुषस्यापि संवादं रम्भयादु यथाश्रुतम् आचचक्षुश्च दैत्येन्द्रं कुण्डं सर्वं सुभाषितम् तमाकर्ण्य स चुक्रोध दूदं वाक्यमथाब्रवीद गच्छ वीर ममादेशाज्जानीहि पुरुषं हितं सम्भाषदे तया सार्धं पुरुषशिवकन्यया स्वामिनिर्देशमाकर्ण्य जगाम लघुदानवः विविक्ते नहुषं वीरमिदं वचनमब्रवीद रथेन साश्वसूतेन दिव्येन परितिष्ठति धनुषा दिव्यबाणैस्तु सभायां हि भयङ्करः कस्य केन दुकार्येण प्रेषितः केन वैभवान् अनयारम्भयातेद्य अन्यया शिवकन्यया किमुक्तं तत्स्थडं सर्वं कथयस्व ममाग्रदः कुण्डस्य देवमर्दस्य नभि भेदि भवान् कथं येदन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छसि सत्वरं गच्छ मातिष्ठ दुःसहो दानवाधिपः नहुष उवाच यो स वायोर्बलिराजा सप्तद्वीपाधिपः प्रभुः तस्य मां तनयं विद्धि सर्वदैत्यविनाशनम् नहुषं नाम विख्यातं देवब्राह्मणपूजकम् कुण्डेनापहृतं बाल्ये स्वामिना तव दानव सेयं कन्या शिवस्यापि दैत्येनापहृदा पुरा कोरं तपश्चरत्येषा कुण्डस्यापि वथाय च योगमादौ हृदो बालस्त्वया यत्सूदिका गृहाद दास्या अपि करे दत्तसूदस्यापि दुरात्मना वधार्थं श्रूयतां पापशोकमद्य समागतः अस्यापि कुण्डदैत्यस्य दुष्टस्य पापकर्मणः अन्यांश्च दानवान् घोरान्नयिष्ये यमसाधनम् मामेवं विद्धि पापिष्ठ एवं कथय दानवम् एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः गत्वा कुण्डं स दुष्टात्मा आचचक्षेस्य भाषितं निशम्य तन्मुखातूर्णं चुक्रोध दिदिजेश्वरः तस्मात् सूदेन पापेन तया दास्या न खादितः सोऽयं वृद्धिं समायादो मया व्याधिरुपेक्षितः अधैनं खादयिष्यामि अनया शिवकन्यया आयो पुत्रं कलं युद्धे बाणैरेभिशिलाशितैः एवं सञ्चिन्तयित्वा तु सारथिं वाक्यमब्रवीत् स्यन्दनं योजयस्व त्वं तुरगै साधुभिः शिवैः सेनाध्यक्षं समाहूय इत्युवाच समातुरः सज्जतां मम सैन्यं त्वं शूरान्नागान् प्रकल्पय सारोहैस्तुरगान्योधान् पदाकाश्चत्रचामरैः चतुरङ्गबलं मेद्य योजयस्व हि सत्वरं एवमाकर्ण्य तत्तस्य हुण्डस्यापि ततो लघुः सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि चतुरङ्गेन तेनासौ बलेन महदावृतः जगामनहुशं वीरं चाप बाणधरं रणे इन्द्रस्य सन्तने युक्तं सर्वशस्त्रभृदां वरम् उद्यं तं समरे वीरं दुरापं देवदानवैः पश्यन्ति गगने देवा विमानस्ता महौजसः तेजोज्ज्वाला समाकीर्णं द्वितीयमिव भास्करं सूद उवाच अध ते दानवा सर्वे ववृषुस्थं शरोत्तमैः खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः युयुधुःसंयुगे तेन नहुषेण महात्मना संरब्धा गर्जमानास्ते यथा मेघागिरौ तथा तद्विक्रमं समालोक्य आयुःपुत्रप्रदापवान् इन्द्रायुधसमं चापं विस्फार्य स गुणस्वरं वज्रस्फोटसमशब्दश्चापस्यापि महात्मनः नहुषेण कृतो विप्रा दानवानां भयप्रदः महदात्तेन कोशेण दानवाः प्रचकम्बिरे कश्मलाविष्टहृदया भग्नसत्त्वा महाहवे इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने चतुर्दशाधिकशततमोऽध्यायः ॐ